गुरुब्रह्म गुरुविष्णुगुरुदेव महेश्वरः गुरुसाक्षात् परब्रह्म तस्मै श्रीगुरवे नमः सर्वैव नमः सर्वेषां स्वागतम् अस्मिन् न्यायवर्गे अस्माकं प्रवचमानविषये अस्ति गुरुत्वलक्षणे तत्र समवायसम्बन्धावच्छिन्न इति तत्र कार्यतायां तत्र तस्य आवश्यकता अस्ति न वा इति विषये वयं करपत्रं पठितवन्तः तत्र करपत्रे सम्यक् अवगमनम् अभवत् इति मन्ये अतः इदानीं तत्र तत्र विश्वासेन तत्र वयं विद्याधरी पुस्तके तस्य विवरणं यदस्ति तत् पठितुं शक्नुमः अस्तु तर्हि तत्र हा नीता भगिनी आरम्भं करोति वा तत्र कार्यतायाम् इति आरभ्य कार्यतायाम् आद्यपतनत्व अवच्छिन्नत्व अनुपादाने समवायसम्बन्ध अवच्छिन्न कार्यता निरूपित समवायसम्बन्ध अवच्छिन्न कारणताश्रयत्वम् एव गुरुत्वलक्षणं स्यात्। एवं सति यत्किञ्चित् असमवायिकारणे अतिव्याप्तिः कपालद्वयसंयोगः घट असमवायिकारणम् तस्मिन् अपि हि समवायसम्बन्ध अवच्छिन्न कार्यतानिरूपित समवायसम्बन्ध अवच्छिन्न कारणता वर्तते। कार्यस्य घटस्य कारणस्य कपालद्वयसंयोगस्य च कपाले एकस्मिन् अधिकरणे समवायेन एव सत्वात् कार्यतायाम् आद्यपतनत्व अवच्छिन्नत्व उपादाने तु कपालद्वयसंयोगस्य कार्यता घटत्व अवच्छिन्ना न तु आद्यपतनत्व अवच्छिन्ना इति न अतिव्याप्तिः। अधुना यत् करपत्रे वयं दृष्टवन्तः तत् कार्यतायां तत्र आद्यपतनत्व अवच्छिन्नत्व तत् यत् वयं दृष्टवन्तः लक्षणे तत् लक्षणवाक्यं तत्र आद्यपतनत्व इति यदा तस्य आद्यपतनत्व अवच्छिन्नत्व इति भगिनी तत्र आरम्भे तत्र किञ्चित् यदि वदति चेत् समीचीनं भवति नाम कारणं किं कार्यं किम् इति तदनन्तरं वदामि तत्र कारणं तत् कार्यमस्ति आद्यपतनं तत्र आद्यपतने कार्यता वर्तते कारणम् अस्ति गुरुत्वं गुरुत्वे कारणता वर्तते अधुना आद्यपतनं तथैव गुरुत्वं द्वयोः अधिकरणं कन्दुकः वा फलं तत् उदाहरणार्थम् इत्युक्ते तत् अस्ति समवायसम्बन्धेन आद्यपतनमपि फले वर्तते गुरुत्वमपि फले वर्तते एतदस्ति असमवायिकारण विषयकः अस्माकं अधुना तत् एकं दलं तत्र पर्याप्तं न भवति विशेषणद्वयस्य का आवश्यकता इति तत्सर्वं वयं करपत्रे दृष्टवन्तः अन्तिमतः तत्र असमवायिकारण इत्युक्ते तत्र आद्यपतनत्व अवच्छिन्न इत्युक्ते तत्र आद्यपतनत्वावच्छिन्न समवायसम्बन्धावच्छिन्नकार्यता निरूपितसमवायसम्बन्ध अवच्छिन्नकारणता तत्र यदा अधुना अत्र अधुना कार्यता कीदृशी तदा वयं वदामः आद्यपतनत्व अवच्छिन्न समवायसम्बन्ध अवच्छिन्न इति कार्यता तत्र यदि आद्यपतनत्व अवच्छिन्नत्व एतस्य अनुपादाने तत्र अनुपादने इत्युक्ते तत्र वयं तत्र त्यजामः इत्युक्ते न स्वीकुर्मः समवायसम्बन्ध अवच्छिन्नकार्यता निरूपित समवायसम्बन्ध अवच्छिन्नकारणताश्रयत्वम् एव गुरुत्वलक्षणं स्यात् इत्युक्ते यदा तत् आद्यपतनत्व अवच्छिन्न इति पदं त्यजामः तदा किं भवति गुरुत्वलक्षणं तत् समवायसम्बन्ध अवच्छिन्नकार्यता निरूपित समवायसम्बन्ध अवच्छिन्नकारणता तस्य कारणतायाः एतादृशी कारणता कारणतयाः आश्रयर इति गुरुत्वं कारणतयाः आश्रयत्वम् एव गुरुत्वलक्षणं भवति इति भवति अत्र एवं सति यत्किञ्चित् असमवायिकारणे अतिव्याप्ति. अधुना एवं यदि स्वीकुर्मः इत्युक्ते अद्यपतनत्वावच्छिन्न इति पदं त्यजामः तदा किं भवति, किञ्चित् असमवायिकारणे अतिव्याप्तिः भवति. अधुना त्रयदोषाः अतिव्याप्ति अव्याप्ति असम्भव तदा त्यजामः तत् तदा अतिव्याप्तिः भवति. इत्युक्ते अधुना तत् यत् वयं दृष्टवन्तः सामान्यलक्षणं विशेषलक्षणं तत्र यत् किं डिस्टिङ्ग्विशिङ्ग् फीचर् इति वयं वदामः तत् व्यावर्तक इति पदस्य वयं योजनं कृतवन्तः तत् तदा तत् आद्यपतनत्वावच्छिन्नत्व इति न उपयोजयामः तदा तत्र अतिव्याप्तिः भवति इति लिखितमस्ति अत्र. कपालद्वयसंयोगः, कपालद्वयसंयोगः घट असमवायिकारणं. हा तदपि वयं दृष्टवन्तः करपत्रे घटं प्रति असमवायिकारणं कपालद्वयसंयोगः. तस्मिन्नपि समवायसम्बन्ध अवच्छिन्नकार्यता निरूपितसमवायसम्बन्धावच्छिन्नकारणता वर्तते. हा अतः अधुना तत्र असमवायिकारणे समवायसम्बन्धावच्छिन्नकार्यता निरूपितसमवायसम्बन्धावच्छिन्नकारणता वर्तते. इत्युक्ते यदा आद्यपतनत्व अवच्छिन्नत्व इति त्यजामः तेज् अतिव्याप्ति कथं भवति, कपालद्वयसंयोगे अपि एतत् सर्वं भवति एव, समवायसम्बन्धावच्छिन्नकार्यता निरूपितसमवायसम्बन्धावच्छिन्नकारणता वर्तते एव. कार्यस्य घटस्य कारणस्य कपालद्वयसंयोगस्य च कपाले एकस्मिन् अधिकरणे समवायेन सत्वात्. हा अधुना अधिकरणे कार्यस्य घटस्य कारणस्य कपालद्वयस्य संयोगस्य च कपाले एकस्मिन् कपाले इति अधिकरणे कपाले इति अधिकरणे कपालद्वयसंयोगः तथैव घटः इति वर्तते. इत्युक्ते एकस्मिन् एव अधिकरणं कपाल इति एकस्मिन् एव अधिकरणं तत्र घटं घटः इति कार्यमपि वर्तते, कपालद्वयसंयोगः कारणं तदपि एकस्मिन् एव अधिकरणे वर्तते. हा अधुना कार्यतायाम् आद्यपतनत्वावच्छिन्नत्व उपादाने तु कपालद्वयसंयोगस्य कार्यता घटत्वावच्छिन्ना न तु आद्यपतनत्वावच्छिन्ना इति न अतिव्याप्तिः. हा अत्र कार्यतायाम् आद्यपतनत्व अवच्छिन्नत्व उपादाने तु अधुना कार्यतायां यदि आद्यपतनत्वावच्छिन्नपदस्य योजनां न कुर्मः तदा कपालद्वयसंयोगस्य कार्यता घटत्व अवच्छिन्ना. हा अधुना कपालद्वयसंयोगः यस्य अधिकरणं कपाले अस्ति, घटः कार्यं तस्यापि अधिकरणं कपाले एव, तदा कपालद्वयसंयोगस्य कार्यता घटत्व अवच्छिन्ना. कपालद्वयसंयोगः तत्र या कार्यता वर्तते सा कार्यता घटत्व अवच्छिन्ना अस्ति, न आद्यपतनत्व अवच्छिन्ना इति न अतिव्याप्ति. इत्युक्ते तत्र अत्र कार्यता घटत्व अवच्छिन्ना, कपालद्वयसंयोगे या कार्यता सा कार्यता घटत्व अवच्छिन्ना, सा कार्यता घटत्व अवच्छिन्ना न आद्यपतन अवच्छिन्ना इति, न अतिव्याप्ति, तदा अतिव्याप्ति न भवति इति. योग्यं वा? समीचीनं भगिनि, सर्वं समीचीनं, उत्तमं भगिनि. केवलं तत्र एक सर्वं समीचीनमेव, केवलं तत्र यथा लिखितं तत्र किञ्चित् भ्रमजनकम् अस्ति. नाम कपालद्वयसंयोगस्य कार्यता इति लिखितं, न तु कपालद्वयसंयोगे कार्यता. नाम तत्र कपालद्वयसंयोगः इति तत्र कारणं भवति खलु घटं प्रति, अतः तत्र कपालद्वयसंयोगस्य कार्यता नाम कपालद्वयसंयोगे वर्तमानकारणता तया निरूपितकार्यता नाम घटनिष्ठकार्यता तावदेव. सर्वं समीचीनं, नाम केवलं तत् संयोगे इति न वक्तव्यं, तावदेव. तत् अन्तिमा पङ्क्तिः पुनः एकं वदति वा तत् कपालद्वयसंयोग नाम यथा तत्र हा नाम अत्र यथा भवत्या उक्तं तत्र यदि वयम् आद्यपतनत्वावच्छिन्ना इति न वदामः तदा समवायसम्बन्धावच्छिन्नकार्यतानिरूपितसमवायसम्बन्धावच्छिन्नकारणता इति लक्षणं भवति चेत् तत्तु वयं जानीमः तत्र सामान्यलक्षणम् असमवायिकारणत्वस्य इति खलु अतः यत्र अत्र असमवायिकारणम् अस्ति यानि असमवायिकारणानि सन्ति तेषु सर्वेषु एतादृशलक्षणं भवति आश्रयत्वं कारणतया आश्रयत्वं भवति एव अतः विशिष्टलक्षणं नाम केवलं तत्र यदि वयं घटस्य असमवायिकारणं नाम कपालद्वयसंयोगः स्वीकुर्मः तदा किं वक्तव्यं तत्र अन्यत् किमपि योजनीयं भवति तत्र तत्र वयं कार्यतायां वयम् आद्यपतनत्वं पतनत्वावचिन्ना यथा पूर्वम् उक्तवन्तः तथैव अत्र घटत्वावचिन्ना इति तत्र योजयामः खलु यतोहि एषा कार्यता केवलम् इदानीम् वयं सर्वाः कार्यताः न इच्छामः केवलं या कार्यता घटे वर्तते केवलं तां कार्यतां तत्र इच्छामः अतः तत्र वयं सा कार्यता घटे वर्तते नाम घटत्वावच्छिन्ना वर्तते सा कार्यता अतः वयं वदामः घटत्वावच्छिन्नकार्यता निरूपित अथवा घटत्वावच्छिन्न समवायसम्बन्धावच्छिन्नकार्यता निरूपित समवायसम्बन्धावच्छिन्न कारणता आश्रयत्वं कपालद्वयसंयोगस्य लक्षणं खलु अतः तत्र कपालद्वयसंयोगे कार्यता इति नास्ति किन्तु कपालद्वयसंयोगस्य कार्यता नाम संयोगे कारणता अस्ति सा कारणता कार्यतया निरूपिता अथवा सा इति भवति तावदेव अतः सर्वं समीचीनं भगिनी केवलं तत्र संयोगस्य इति अस्ति यत् यत्र अस्ति तत्र संयोगे इति न वक्तव्यं तावदेव धन्यवादः समीचीनं भगिनि हा अस्तु तर्हि तत्र आद्यपतनत्वावच्छिन्ना इति यदि वदामः तर्हि केवलं तत्र विशिष्टलक्षणमेव लभ्यते अतः तत्र मध्ये तत्र नाम कपालद्वयसंयोगः घटस्य असमवायिकारणं तत्र अपि तत्र किं वर्तते कारणता कीदृशी अस्ति तत्र कपालद्वयसंयोगः कारणं तर्हि संयोगे कारणता वर्तते घटः कार्यं घटे कार्यता वर्तते इदानीं घटे कार्यता वर्तते किन्तु घटः केन सम्बन्धेन अधिकरणे वर्तते कपाले वर्तते अधिकरणं तु कपालः घटे अधिकरणे कपाले समवायसम्बन्धेन वर्तते अपि कार्यं कपालद्वयसंयोगः संयोगः गुणः गुणः कपाले अथवा कपालद्वये तत्र समवायसम्बन्धेन वर्तते अतः कार्यतायाः अवच्छेदकः अपि समवायः कारणतायाः अपि तत्र अवच्छेदकसम्बन्धः समवायसम्बन्धः अतः समवायसम्बन्धावच्छिन्नकार्यता तया निरूपित कार्यता कारणतां निरूपयति अतः कार्यतया निरूपितकारणता किन्तु कार्यता अपि समवायसम्बन्धावच्छिन्ना अस्ति कारणता अपि समवायसम्बन्धावच्छिन्ना अस्ति किन्तु कारणतायाः विशेषणद्वयं नाम समवायसम्बन्धावच्छिन्ना अपि अस्ति कारणता अपि कार्यतया अपि निरूपिता अस्ति पुनः सा कार्यता समवायसम्बन्धावच्छिन्ना कार्यता अस्ति अतः सर्वं मिलित्वा समवायसम्बन्धावच्छिन्नकार्यता निरूपित समवायसम्बन्धावच्छिन्नकारणता तत्र कपालद्वयसंयोगे वर्तते सर्वेषु असमवायिकारणे वर्तते अतः तत्र अन्यत् किमपि योजयामश्चेत् एव तत्र क्षेत्रस्य तत्र सङ्कोचः भवति नाम घटत्वावच्छिन्न अथवा आद्यपतनत्वावच्छिन्न इत्यादिकं यदा योजयामः तत्र क्षेत्रं न्यूनं भवति तर्हि केवलं विशिष्टकारणे एव कारणता वर्तते इति अस्ति. अतः भवतु समीचीनं भगिनि. इदानीम् उषा भगिनी स्वशब्दैः पुनः एकवारं वदति वा यत् अस्मिन् परिच्छेदे अस्ति अभ्यासार्थं, अतः तत्र सर्वं स्पष्टं स्यात् इति. वयं जानीमः गुरुत्वं गुरुत्वम् इति कारणम् अस्ति, आद्यपतनम् इति कार्यम् अस्ति. गुरुत्वम् इति कारणस्य कृते आद्यपतनम् इति गुरुत्वं उडुपि सेदट् देन् समवायसम्बन्ध समवायसम्बन्धेन आद्यपतनम् इति कार्यं समवायसम्बन्धेन अवच्छिन्ना भवति. गुरुत्वमपि फलं कन्दुके समवायसम्बन्धेन तिष्ठति. गुरुत्वं समवायसम्बन्ध अवच्छिन्न समवायसम्बन्ध सामान्यलक्षणं वदामः चेत् असमवायीकारणं समवायसम्बन्ध अवच्छिन्नकार्यता निरूपित समवायसम्बन्ध अवच्छिन्नकारणता यत्र अस्ति तदेव असमवायीकारणम् इति वदामः. अत्र फलम् अथवा कन्दुकम् इत्यस्य कृते आद्यपतनम् इति कार्यं समवायसम्बन्धेन अस्ति. समवायसम्बन्ध अवच्छिन्न समवायसम्बन्ध अवच्छिन्न कार्यता निरूपित समवायसम्बन्ध अवच्छिन्न कारणता गुरुत्वे अस्ति इति वदामः चेत् असमवायीकारणं सामान्य असमवायीकारणम् इति अस्ति. अत्र कपालद्वयसंयोगमपि वयं जानीमः, कपालद्वयसंयोगमपि कपालद्वयसंयोगम् इति कारणं घटम् इति कार्यं जनयति. अत्र घटम् अपि समवायसम्बन्धेन वर्तते. कपालद्वयसंयोगमपि कपाले समवायसम्बन्धेन स्थित्वा घटम् इति कार्यं जनयति. अत्र अत्रापि असमवायीकारणम् इति वदामः. अतः तत्र सामान्यलक्षणं सामान्यकारणतालक्षणं तत्र गुरुत्वे अपि अस्ति, कपालद्वयसंयोगे अपि अस्ति. अस्ति गुरुत्वे अपि अस्ति, कपालद्वयसंयोगे अपि अस्ति. इदानीं वयं गुरुत्वस्य कारणं घटत्वस्य विशेषलक्षणं वदामः चेत् अत्र वयं वदामः आद्यपतनत्व अवच्छिन्नकारणता निरूपित आद्यपतनत्व अवच्छिन्नकार्यता निरूपित आद्यपतनत्व अवच्छिन्न कार्यता निरूपित समवायसम्बन्ध अवच्छिन्नकारणता गुरुत्वे अस्ति इति वदामः चेत् तदानीं वयं कन्दुके अथवा फलम् इति एव गुरुत्वम् इत्यस्य कारणमेव वयं वक्तुं शक्यते. घट कपालद्वयसंयोगम् इति वयं न वक्तुं शक्नुमः. तदेव विशेष असमवायीकारणं तर्हि दोषः अपि नास्ति यतोहि तर्हि अस्तु अस्तु समीचीनं भगिनि. तर्हि तत्र गुरुत्वे कारणता केवलं गुरुत्वे या कारणता वर्तते तामेव इच्छामश्चेत् तथा वयं किं कुर्मः आद्यपतनत्वावच्छिन्न इति वदामः. आद्यपतनत्व अवच्छिन्न कार्यता निरूपित समवायसम्बन्धावच्छिन्नकारणतः नाम यदा वयम् आद्यपतनत्वावच्छिन्नकार्यता इति वदामः सा कार्यता कुत्र वर्तते सा कार्यता फल कन्दुके वर्तते कारणमस्ति गुरुत्वं हा कार्यमस्ति कार्यम् आद्यपतनं कार्यमेव वयं आद्यपतनं कार्यं खलु आम् हा तर्हि कार्यता कुत्र अस्ति आद्यपतनत्वे अस्ति आद्यपतने अस्ति आद्यपतने अस्ति आद्यपतने कार्यता अस्ति आद्यपतनत्वं कुत्र अस्ति आद्यपतनत्वम् आद्यपतने आद्यपतनस्य धर्मः आद्यपतने एव अस्ति हा अतः आद्यपतनत्वं केवलम् आद्यपतने अस्ति अन्यत्र नास्ति अन्यत्र नास्ति अतः आद्यपतनत्वावच्छिन्नकार्यता इति यदि वदामः तर्हि एतादृशी कार्यता कुत्र कुत्र वर्तते एतादृशी कार्यता आद्यपतनत्वे एव अस्ति आद्यपतने एव अस्ति हा इदानीम् अतः एषा कार्यता या आद्यपतने अस्ति सा कां कारणतां निरूपयति गुरुत्वम् इति कारणं निरूपयति गुरुत्वे वर्तमानां गुरुत्वे वर्तमान वर्तमानां कारणतां कारणता कारणता तामेव निरूपयति खलु निरूपयति अन्य अन्यां कारणतां अथवा इति कपालद्वयसंयोगे वर्तमाना कारणता या अस्ति तां न निरूपयति खलु निरूपयति तां न निरूपयति हा अतः यदि वयम् आद्यपतनत्वावच्छिन्नकार्यता निरूपितकारणता इति वदामः सा कारणता कुत्र वर्तते वर्तते अतः वयं कारणस्य तत्र क्षेत्रं कथं तत्र तस्य सङ्कोचः कथम् अभवत् इत्युक्ते कार्यतायाः क्षेत्रस्य न्यूनीकरणेन कारणतायाः क्षेत्रस्य अपि न्यूनीकरणम् अभवत् यतोहि निरूप्य निरूपकभावः अस्ति अतः तत्र कारणता कीदृशी गुरुत्वस्य आद्यपतनत्वावच्छिन्न निरूपित समवायसम्बन्धावच्छिन्न कारणता इति तथा एव तत्र कपालद्वयसंयोगे कारणता कीदृशी तर्हि समवायसम्बन्ध अवच्छिन्न समवायसम्बन्धावच्छिन्न कार्यता निरूपित समवायसम्बन्ध अवच्छिन्न कारणता कपाल द्वयसंयोगे एव वर्तते इति भवति यतोहि घटत्वावच्छिन्न कार्यता इति इति भवति उत्तमं भगिनि तावदेव अतः तत्र क्षेत्रस्य कारणता यदि सामान्यलक्षणं वदामः सर्वेषु असमवायिकारणेषु एषा कारणता वर्तते किन्तु तद् न इच्छामः तत्र तां कारणतां न इच्छामः केवलं विशिष्टां कारणताम् एव इच्छामः तर्हि क्षेत्रस्य न्यूनीकरणं कारणतायाः क्षेत्रस्य न्यूनीकरणं वा अथवा कार्यतायाः क्षेत्रस्य न्यूनीकरणेन भवति इति अस्ति उत्तमं अस्तु तर्हि अत्र तत्र सर्वे अवगतवन्तः इति मन्ये अस्तु अग्रे शोभा भगिनी अग्रे गृहणी भगिनी नमस्कारः आं नमस्कारः आचार्य नमस्कारः भगिनि अस्तु शोभा भगिनी अग्रे आं महोदय तत्र कुत्र स्थगितं महोदय कपालद्वयसंयोगः नृत्यपरिच्छेदः भगिनि परन्तु खलु अस्तु परन्तु एवं सति आद्यपतनत्वावच्छिन्नकार्यता निरूपितसमवायसम्बन्ध अवच्छिन्नकारणताश्रयत्वं इत्येव अस्तु लक्षणं कार्यतायां समवायसम्बन्धावच्छिन्न छिन्नत्वनिवेशनं मास्तु नैता न एतावता क्वापि अतिव्याप्तिः यत्किञ्चिद् समवायिकारणे कपालद्वयसंयोगादौ अतिव्याप्तिवारणं तु आद्यपतनत्वस्य कार्यतावच्छेदकत्वादेव भवति न हि कपालद्वयसंयोगस्य कार्यता आद्यपतनत्व अवच्छिन्ना किन्तु घटत्वावच्छिन्ना एवं च दोषाभावात् गुरुत्वलक्षणे कार्यतायां समवायसम्बन्धावच्छिन्नत्वं न देयम् एव इति भाति इत्थमेव अग्रिमे द्रवत्वलक्षणेऽपि आद्यस्य कार्यतायां निवेशादेव उदासीने असमवायिकारणे इत्युक्ते उदासीनम् इत्यस्य प्रकृत असम्बद्धम् इति अर्थः अस्तु प्रकृत असम्बद्धम् अस्तु न जानामि किन्तु तत्र अतिव्याप्तिर्वार्यते इति तत्रापि कार्यतायां समवायसम्बन्ध अवच्छिन्नत्वं न देयम् एव तत्र फुट् नोट् अस्ति विषयः अयं ओ अन्यत् किमपि अस्ति तत्र दीर्घ तत्र पठनीयं वा महोदय आन्ध्रादेशे अस्तु तर्हि इदानीं परन्तु एवं सति इत्युक्ते तत्र आद्यपतनत्वावच्छिन्न इति वदनेन कारणस्य विशिष्टकारणं भवति तदानीं तर्हि तत्र सामान्य लक्षणवाक्यं न भवति तदस्ति अथवा कार्यतायाः सङ्कोचनं सीमां करणीयम् इति तर्हि इदानीं तदेव दृष्टवन्तः तत्र इत्युक्ते गुरुत्वस्य अथवा आद्यपतनस्य इति यत्र कारणम् आद्यपतन असमवायिकारणं गुरुत्वम् इति दृष्टवन्तः तत्र एवं सति इति इत्युक्ते एतावता यद् उक्तम् अतिव्याप्तिः न भवति नाम घटत्वावच्छिन्न अथवा आद्यपतनत्वावच्छिन्न इति योजनेन एवं सति इदानीं तत्र वाक्यम् आद्यपतनत्व अवच्छिन्न कार्यतानिरूपितसमवायसम्बन्ध अवच्छिन्न कारणताश्रयत्वम् इत्येव अस्तु लक्षणं कार्यतायाम् इत्येव अस्तु लक्षणम् इति अस्तु इत्युक्ते तत्र कार्यता आश्रयत्वं यत्र इति न दत्तम् इदानीं तत्र इति एव अस्तु लक्षणम् इति यत्र उक्तमस्ति तत्र वाक्यस्य अन्ते किम् अस्ति कारणता आश्रयत्वम् इति एव अस्ति तत्र यत्र अस्ति इति न दत्तम् अस्तु अस्तु तर्हि तत्र तर्हि किञ्चित् लक्षणम् इति चेत् कस्य लक्षणं तर्हि कस्य लक्षणं भवति कस्य लक्षणं भवति इति कार्यतायां समवायसम्बन्धावच्छिन्नत्वनिवेशनं मास्तु इत्युक्ते कार्यतायाः इदानीं कार्यतायां समवायसम्बन्ध अवच्छिन्ननिवेशनं मास्तु इति केवलं कारणत्वम् एव स्वीकुर्मः कीदृशम् इत्युक्ते आद्यपतनत्व अवच्छिन्न कार्यतानिरूपित समवायसम्बन्ध अवच्छिन्न कारणता तावदेव स्वीकुर्मः चेत् इति तर्हि तत्र कार्यतायाः विषयमेव मास्तु इति न एतावता क्वापि अतिव्याप्तिः न भवति भगिनि तर्हि किञ्चित् विवृणोतु तर्हि तत्र यत् वाक्यं पठितं भवत्या अर्थः कः? अर्थः कः? अस्तु, इदानीं तत्र आद्यपतनत्व इति स्वीकुर्मः चेत् आद्यपतनत्व इति अवच्छिन्न इति कुत्र भवति? कार्यता भागे भवति. इत्युक्ते कार्यता आद्यपतने अस्ति, तर्हि तत्र आद्यपतन अवच्छिन्न इति अवच्छिन्न आद्यपतनत्व अवच्छिन्न कार्यता निरूपित समवायसम्बन्ध अवच्छिन्न कारणता इति तावत् भवति. तर्हि कार्यतापर्यन्तम् आगच्छति, तत्र कारणमिति गुरुत्वमस्ति, तावत्पर्यन्तम् आगच्छति. तर्हि तत्र आद्यपतनत्वनिरूपित इति भवति खलु, आद्यपतनत्व अवच्छिन्न कार्यता निरूपित कारणता इति एव भवति. कारणता समवायसम्बन्ध अवच्छिन्न कारणता इति अस्ति. आम्, समवायसम्बन्ध नाम तत्र आद्यपतनत्वावच्छिन्नकारण क्षम्यताम् आद्यपतनत्वावच्छिन्नकार्यता निरूपितकारणता इति यदि वदामः तर्हि तत्र एतादृशी कारणता कुत्र कुत्र वर्तते? आद्यपतनत्वावच्छिन्न न केवलम् आद्यपतनत्वावच्छिन्नकार्यता निरूपितकारणता इति यदि वदामः तदा कारणता कुत्र कुत्र वर्तते? केवलं स्थूलरूपेण वदतु, तत्र गभीरचिन्तनं मास्तु, केवलं स्थूलरूपया. तत्र कारणता गुरुत्वे वर्तते, केवलं गुरुत्वे वा अथवा अन्यत्रापि? कारणं तत्र कन्दुके अपि वर्तते खलु? अन्यत्र कन्दुके वर्तते, गुरुत्वे अपि वर्तते. अन्यत्र अन्यत्र तत्र नाम यत्र गुरुत्वे किमर्थं वर्तते? गुरुत्वम् आद्यपतनं प्रति गुरुत्वं किम् अस्ति? आद्यपतनं प्रति गुरुत्वं किमस्ति? गुरुत्वम् इति तत्र कारणमस्ति. आम्, कन्दुकः अपि कारणमस्ति खलु? आम् आम्. अतः यानि कारणानि सन्ति आद्यपतनस्य खलु? आम्, अनेकानि कारणानि सन्ति, तेषु सर्वेषु वर्तते इति कारणता वर्तते. सा कारणता कीदृशी? कारणता कार्यतया निरूपिता अस्ति. कार्यता कुत्र अस्ति? आद्यपतने अस्ति खलु? आम् आमाम्. अतः आद्यपतनत्वावच्छिन्नकार्यता निरूपितकारणता गुरुत्वे अस्ति, सर्वेषु कारणेषु वर्तते. आद्यपतनस्य सर्वेषु कारणेषु वर्तते खलु? यतोहि कार्यता कारणता तयोः मध्ये निरूप्यनिरूपकभावः अस्ति. अतः कार्यता आद्यपतने अस्ति इत्युक्ते कार्यमस्ति आद्यपतनं. तर्हि कार्यतया निरूपितकारणता कुत्र वर्तते इत्युक्ते कारणे वर्तते, कारणे वर्तते. गुरुत्वम् इति कारणमस्ति, गुरुत्वम् इति कारणमस्ति, कन्दुकः अपि कारणम्, अन्यत् कारणमस्ति चेदपि तत्रापि वर्तते. किन्तु यदि बहवः कारणानि, बहूनि कारणानि, बहूनि कारणानि सन्ति. अतः वयं केवलं गुरुत्वे वर्तमान कारणता केवलं तामेव इच्छामश्चेत् तर्हि वयं किं कुर्मः? गुरुत्वम् इति अपि आगच्छेत् न तर्हि गुरुत्वे कीदृशी कारणता अस्ति? गुरुत्वे गुरुत्वम् असमवायिकारणम् यतोहि अतः समवायसम्बन्ध अवच्छिन्न कारणता इति वदामः. अद्यपतनत्वावच्छिन्न कार्यता निरूपित समवायसम्बन्ध अवच्छिन्न केवलं तत्र कारणता कीदृशी? समवायसम्बन्ध अवच्छिन्न कारणता नाम यतोहि कीदृशं कारणमस्ति? असमवायिकारणमस्ति नाम अधिकरणे कारणं समवायसम्बन्धेन वर्तते खलु? वर्तते. अतः समवायसम्बन्ध अवच्छिन्न कारणता गुरुत्वे अस्ति खलु? आम् आम्. इदानीं सर्वं मिलित्वा आद्यपतनत्वावच्छिन्नकार्यता निरूपित समवायसम्बन्ध अवच्छिन्नकारणता इति यदि वदामः तर्हि तत् तद् कुत्र कुत्र भवति? केवलं गुरुत्वे भवति, गुरुत्वे भवति, यतोहि कारणता इति उक्तवन्तः, ये कारणता केवलम् आद्यपतनं प्रति कारणमस्ति चेदेव तत्रैव भवति, अतः गुरुत्वे भवति, कन्दुके भवति, सर्व अन्यानि कारणानि यानि सन्ति तेषु भवति, किन्तु समवायसम्बन्धावच्छिन्ना कारणता इति उक्तवन्तः, तदा किम् अभवत्? केवलं गुरुत्वे एव अस्ति. इत्युक्ते सम्पूर्णलक्षणवाक्ये किम् उक्तवन्तः तत्र एकक्षणं पठामि, एकक्षणं महोदय. कार्यतायाम् अस्तु, लक्षणवाक्यम् अत्रैव. अतः समवायसम्बन्ध अवच्छिन्न आद्यपतनत्व अवच्छिन्न कार्यतानिरूपित इति भवेत् इति तत्र समवायसम्बन्ध कारणता गुरुत्वे भवति इति. आद्यपतनत्वावच्छिन्न समवायसम्बन्धावच्छिन्न कार्यता कीदृशी? आद्यपतनत्वावच्छिन्न कार्यता समवायसम्बन्ध अवच्छिन्न कार्यता इति द्वयोः अपि भवेत् तत्र. समवायसम्बन्ध अवच्छिन्न आद्यपतन अवच्छिन्न आद्यपतनत्व अवच्छिन्न कार्यता निरूपित समवायसम्बन्ध अवच्छिन्न कारणता इति वदामः चेत् गुरुत्व एव भवति इति वदति वा खलु? सत्यं भगिनि, किन्तु अत्र किम् उक्तं? यदि समवायसम्बन्ध अवच्छिन्न इति कार्यतायां त्यजामः तदपि समीचीनमेव अस्ति, तदेव तत्र करपत्रे सः एव विषयः खलु. आम्, किन्तु आद्यपतनत्वावच्छिन्न इति तस्य आवश्यकता अस्ति, नो चेत् अतिव्याप्तिः भवति. अस्तु अस्तु, तर्हि एतावता अतिव्याप्तिः न भवति, एतेन वाक्येन अतिव्याप्तिः न भवति. अतः तर्हि तत्र प्रथमवाक्यस्य अर्थः स्वशब्दैः वदति वा पुनः? परन्तु एवं सति, परन्तु एवं सति आद्यपतनत्व अवच्छिन्न कार्यता निरूपित समवायसम्बन्ध अवच्छिन्न कारणता आश्रयत्वम् इत्येव भवति चेत् इत्येव अस्तु लक्षणम् इति. तत्र आद्यपतनत्वम् अस्ति अवच्छिन्ने, तेन अवच्छिन्न कार्यता अस्ति, तेन निरूपितसमवायसम्बन्ध अवच्छिन्न कारणता अस्ति. तर्हि तत्र गुरुत्वे भवति तावत् इति अवगतं, गुरुत्वे कारणं भवति इति अवगतम्. कथम् इति किञ्चित्, अथवा यत्र यत्र एतत् भवति तत्र तत्र भवति, तत्र कन्दुके अपि भवति तदेव. अतः एव स्वशब्दैः पुनः एकवारं तत्र अर्थः कः इति, नाम कारणं किं, कार्यं किं, कार्यता कुत्र अस्ति, एतत् सर्वं एकवारं वदतु. कार्यता अस्ति आद्यपतनं, कार्यमस्ति आद्यपतनं, कार्यमस्ति आद्यपतनं, कार्यता आद्यपतने अस्ति, अपि च आद्यपतनं समवायसम्बन्धेन कन्दुके अस्ति. अस्तु, अपि च कारणं अस्ति गुरुत्वं, कारणमस्ति गुरुत्वं, कारणता गुरुत्वे अस्ति, अपि च कारणता किं गुरुत्वे, अपि च तत् समवायसम्बन्धेन तदपि कन्दुके एव अस्ति गुरुत्वं. समीचीनं, गुरुत्वं. तर्हि कार्य आद्यपतनस्य आद्यपतनत्वं इति कारणता कार्यता समवायसम्बन्धेन कन्दुके, अपि च किं कारणता इति गुरु किं कथं तत्र गुरुत्वं यत् कारणमस्ति समवायसम्बन्धेन कन्दुके अस्ति, तर्हि तत्र असमवायसम्बन्धः इति भवति. असमवायसम्बन्धः न, असमवायिकारणमिति भवति, असमवायि कारणमिति वदामः, किन्तु तत्र कारणता केन अवच्छिन्ना इत्युक्ते वयं वदामः समवायसम्बन्ध अवच्छिन्न कारणता इति वदामः खलु. व्यवहारः समवायसम्बन्ध अवच्छिन्न कारणता, तथैव कार्यता केन अवच्छिन्न आद्यपतन पतनत्व अवच्छिन्न कार्यता. हा किन्तु साधारणतया साधारणतया तत्र आद्यपतनत्व इति न वदामः, तत्र समवायसम्बन्धावच्छिन्न इति एव वदामः इति अपि वदामः. अपि पुनः अत्र आद्यपतनत्वावच्छिन्न इति तस्य आवश्यकता किमर्थम्? यतोहि तत्र केवलं तत्र कार्यतावच्छिन्न इति वदामः चेत् अतिव्याप्तिः भवति इति इत्यनेन अतः केवलं कार्यता इति वदामश्चेत् तत्र सर्वेषु कार्येषु वर्तते कार्यता, खलु सामान्यवाक्यं भवति. तथा एव कारणता इति एव केवलं वदामः चेत् किमपि कारणं भवितुम् अर्हति, तर्हि तत्रापि अतिव्याप्तिः भवति. अतः केवलम् एकत्र वदामः चेत् अन्यत्र इदानीमपि अतिव्याप्तिः भवति इति चिन्तनं तत्र अस्ति वा? अतः एव पृच्छामि. तर्हि आद्यपतनत्वावच्छिन्न कारण कार्यत इति वदामश्चेत् केवलम् आद्यपतनम् एव कार्यं कार्यं भवेत् इति खलु. केवलम् आद्यपतनं केवलम् आद्यपतनं कार्यं भवेत्, केवलं गुरुत्वं कारणं भवेत् इति तत्र तादृशं वाक्यं भवेत्. हा समीचीनं. तर्हि यदि वयम् आद्यपतनत्वावचिन्नकार्यता निरूपितकारणता इति वदामः, सा कारणता कुत्र कुत्र वर्तते? कन्दुके वर्तते, गुरुत्वे वर्तते. किन्तु केवलं तत्र गुरुत्वे वर्तमानकार्यता भवतु इति चेत् तदा किं वदामः? तर्हि तत्र गुरुत्वावच्छिन्न कारणता इति भवेत् वाक्ये. अस्तु समीचीनं, तदपि समीचीनं, किन्तु तद् न वदामः इति चिन्तयतु. अन्यः उपायः अस्ति वा अत्र? गुरुत्वावच्छिन्नकारणता इति समीचीनमेव, किन्तु तद् न वदामश्चेत् किन्तु अन्यः उपायः कोऽपि अस्ति वा? अन्य उपायः नाम अन्य अवच्छिन्न इति अन्यत् अवच्छिन्न इति रूपम्, गुरुत्वावच्छिन्न इति न उक्त्वा. तर्हि अत्र समवायसम्बन्ध अवच्छिन्न कारणतः इति तावत् तावदेव वदामः चेदपि भवति वा? यतोहि यतोहि एषा कारणतः कुत्र कुत्र भवितुम् अर्हति? कन्दुके कन्दुके गुरुत्वे भवति, गुरुत्वे अथवा अन्येषु निमित्तकारणेषु वर्तते खलु. नाम एकमेव समवायिकारणम्, एकमेव असमवायिकारणं साधारणतया, अन्यानि कारणानि सर्वाणि निमित्तकारणानि इति वदामः खलु. आम् आम् आम्. किन्तु समवायिकारणं तत्र सम्बन्धः अस्ति कः? समवायिकारणस्य सम्बन्धः अस्ति कन्दुकेन. न समवायिकारणम् अस्ति आद्यपतनस्य समवायिकारणम् अस्ति कन्दुकः. कन्दुकः आम्. इदानीं तत्र कन्दुकः केन सम्बन्धेन अधिकरणे अस्ति? नाम कारणमिति यदि वदामः तत्र समानाधिकरणीयं भवति खलु. आम् आम् आम्. आद्यपतनम् अपि कन्दुकः कस्मिन् अधिकरणे सन्ति स्तः? आद्यपतनम् अपि कन्दुकः कन्दुके एव समानाधिकरणे सन्ति, असमवायिकारणं भवति वा? किं भगिनि? द्वितीय असमवायिकारणं भवति वा? न न न न, एतदस्ति समवायि, एतदस्ति समवायि एव. प्रथममस्ति समवायिकारणं, तदनन्तरमेव असमवायिकारणं खलु. तत्र नाम घटस्य समवायिकारणमस्ति कपालः, तदनन्तरमेव कपालद्वयसंयोगः कारणम् इति कृत्वा तदस्ति असमवायिकारणम्. अन्यानि सर्वाणि कारणानि तत्र निमित्तकारणानि इति, अतः अतः तत्र तथैव अत्र कन्दुकः एव समवायिकारणम् आद्यपतनस्य. तर्हि आद्य कन्दुकः अधिकरणे केन सम्बन्धेन वर्तते? कन्दुकः तादात्म्यसम्बन्धेन वर्तते, तत्र समवायसम्बन्धः अस्ति वा? नास्ति नास्ति नास्ति. अतः कारणतः केन अवच्छिन्ना अस्ति? ओ कारणतः तादात्म्यसम्बन्धावच्छिन्ना अस्ति. अस्तु, तदपि वक्तव्यं तत्र तादात्म्य केवलं कारणतः न केवलं कार्यतायाः कार्यतायाः अवच्छिन्नत्वं तादात्म्यसम्बन्धस्य अपि अवच्छिन्नत्वं. यदि तद् योजयामः, न केवलं तत्र सा कारणतः तादात्म्यसम्बन्धः अवच्छिन्ना अस्ति खलु. आम्, किन्तु गुरुत्वे गुरुत्वम् अधिकरणे कन्दुके केन सम्बन्धेन वर्तते? समवायसम्बन्धेन. अतः गुरुत्वे वर्तमाना कारणता केन अवच्छिन्ना अस्ति? समवायसम्बन्धेन अवच्छिन्ना अस्ति. अतः समवायसम्बन्धः अवच्छिन्न कारणता गुरुत्वे अस्ति वा? अस्ति. कन्दुके अस्ति वा? हा कन्दुके कन्दुके अस्ति, यतोहि कन्दुकः स्वस्मिन् तादात्म्यसम्बन्धेन वर्तते. किन्तु भवती उक्तवती नाम अधिक नाम समवायसम्बन्धः कन्दुकः केवलं तादात्म्यसम्बन्धेन कन्दुके वर्तते. हा तर्हि कन्दुके वर्तमाना कारणता समवायसम्बन्ध अवच्छिन्न कारणता अस्ति वा, अथवा तादात्म्यसम्बन्ध अवच्छिन्न कारणता अस्ति वा? तादात्म्यसम्बन्ध अवच्छिन्न कारणता अस्ति. हा उत्तमं, तर्हि समवायसम्बन्ध अवच्छिन्न कारणता इति गुरुत्वे अस्ति खलु? गुरुत्वे अस्ति. आम्, कन्दुके अस्ति वा? तत्र परम्परया अस्ति वा? परम्परया इति साक्षात् समवायः इति एव उक्तवन्तः, तत्र तावदेव अस्ति इति चिन्तयामि महोदय. तत्र तर्हि भवती एव उक्तवती या कारणता कन्दुके अस्ति सा कारणता तु तादात्म्यसम्बन्ध अवच्छिन्न कारणता. आम्, गुरुत्वे या कारणता वर्तते सा तु समवायसम्बन्ध अवच्छिन्न कारणता केवलं गुरुत्वे वर्तते, न तु कन्दुके. न तु कन्दुके. अतः केवलम् असमवायिकारणे एव तत्र समवायसम्बन्ध अवच्छिन्न कारणता वर्तते. अस्तु. आम्, अतः इदानीं किम् अभवत्? आद्यपतनत्वावच्छिन्न कार्यता निरूपित समवायसम्बन्धावच्छिन्न कारणता कुत्र कुत्र भवति? पुनः वदतु महोदय, क्षमताम्. यत् वाक्यं भवत्या पठितम् इत्येव अस्तु लक्षणम् इति, तत्र तत् कुत्र कुत्र भवति इति प्रश्नः. आद्यपतनत्वचिन्न कार्यता निरूपित समयसम्बन्धवचिन्न कारणता आश्रयत्वं, तर्हि तत्र कन्दु कुत्र इत्युक्ते केवलं आद्यपतने गुरुत्वे अस्ति, आद्यपतने अस्ति, कन्दुके आद्यपतने किमर्थमस्ति? आद्यपतने किमर्थमस्ति? आद्यपतने अस्तु कार्यता अवच्छिन्नत्वम् अस्ति, गुरुत्वे कारणता अवच्छिन्नत्वं. भगिनि किन्तु एकनिमिषः, तत्र क्लेशः मास्तु, नाम सरलमेव अस्ति. वयं करपत्रं सर्वं पठितवन्तः खलु, तत्र लक्षणम् इति उक्तं खलु, तर्हि तत्र किं लक्षणम् अस्ति? अत्र आश्रयत्वम् एव लक्षणं खलु, किमपि आश्रयत्वम् एव लक्षणं खलु. आम्, खलु कारणतायाः आश्रयत्वम् एव लक्षणं खलु. कारणतायाः आश्रयत्वम् एव लक्षणम्. अस्तु, खलु. आम्, किमपि विशिष्टकारणतायाः आश्रयत्वम्. तर्हि तत्र कारणता आद्यपतने अस्ति वा? कारणता आद्यपतने अस्ति वा इति नास्ति महोदय, कारणता आद्यपतने नास्ति. अतः भवती उक्तवती तत्र आद्यपतने अपि अस्ति गुरुत्वे अपि अस्ति इति उक्तवती खलु. अतः कारणतायाः आश्रयत्वम् इति उक्तं तर्हि केवलं गुरुत्वे अस्ति खलु. हा, कारणतायाः आश्रयत्वं गुरुत्वे अस्ति. अपि च तर्हि तत्र वाक्यस्य तत्र दीर्घपदम् अथवा वाक्यं यदस्ति तत्र शैली कीदृशी नाम कारणतायाः आश्रयत्वम् एव लक्षणम् इति उक्तं खलु. तर्हि कारणता इति तस्य विशेषणं खलु. एषा कारणता कीदृशी, समवायसम्बन्ध अवच्छिन्ना कारणता इति उक्तं. केवलं कारणता इत्युक्ते तत्र गुरुत्वे अस्ति, कन्दुके अस्ति, अन्येषु कारणेषु अपि अस्ति, तद् मास्तु. इदानीं गुरुत्वे अस्ति, कन्दुके अपि अस्ति, कारणता खलु. किन्तु समवायसम्बन्धावच्छिन्नकारणता इति यदि वदामः, सा कारणता कुत्र अस्ति? कन्दुके अस्ति महोदय. कथं समवायसम्बन्ध कन्दुकः स्वस्मिन् भगिनी, अत्र एव मम प्रश्नः नाम, यदि वयं वदामः कारणता इति नाम कन्दुकः कारणम् अस्ति पतनस्य इति, तर्हि तत्र किं किं तत्र रिक्वैर्मेण्ट्स् निकषाः किं के सन्ति कारणं कारणमिति वक्तुम् इच्छामश्चेत्, एकम् अन्यस्य कारणम् इति वक्तुम् इच्छामश्चेत् तत्र किं किं भवेत्? सामानादिकरणं खलु. सामानादिकरणं भवेत्. आम्, अपि कार्यात् प्राक् भवेत्, सर्वदा भवेत्, सर्वदा भवेत्, उत्पत्तेः पूर्वक्षणे पूर्वं भवेत्, अधिकरणे पूर्वं भवेत्, अधिकरणे भवेत्. तर्हि अत्र अधिकरणं किम् अस्ति? समानाधिकरणं किम् अस्ति? समानाधिकरणं कन्दुकः अस्ति. कन्दुकः एव खलु. पूर्व सर्वदा अस्ति, साक्षात् पूर्वम् अस्ति. अस्तु अस्तु, तत् तत् इदानीं मास्तु, कारणमिति स्वीकुर्मः. इदानीं केवलं तत्र एतदस्ति कारणम्, एतदस्ति कार्यं खलु. एतत् कारणमस्ति वा कारणम् नास्ति? एतत् अधिकरणम् अस्ति खलु. अधिकरणम् अस्ति. आम्, कन्दुकः एव द्विवारम् आगच्छति, एकवारं कारणरूपेण, अन्यवारम् अधिकरणरूपेण. इदानीं कारणम् अधिकरणे केन सम्बन्धेन अस्ति इति प्रश्नः. ओ अस्तु, कारणम् अधिकरणे समवायसम्बन्धः एव अस्ति तत्र. कन्दुकः कन्दुके समवायसम्बन्धेन अस्ति वा भगिनि इति प्रश्नः. तादात्म्यसम्बन्धेन कन्दुकः तु तादात्म्यसम्बन्धेन एव अस्ति स्वस्मिन्. उत्तमं, तर्हि कारणता केन सम्बन्धेन अवच्छिन्ना? तर्हि तादात्म्यसम्बन्धेन अवच्छिन्ना भवति तर्हि. अस्तु उत्तमं, तर्हि समवायसम्बन्ध अवच्छिन्न कारणता अस्मिन् कन्दुके वर्तते वा? अस्मिन् कन्दुके न, तत् तर्हि तत्र तादात्म्यसम्बन्धेन वर्तते इति कारणं वर्तते इति वक्तव्यं वा? न न, कारणं समवायसम्बन्धेन वर्तते चेत् तद् वयं कथं वदामः? समवायसम्बन्ध अवच्छिन्न कारणता कारणे वर्तते इति वदामः. अस्तु, इदानीं कारणम् अधिकरणे केन सम्बन्धेन अस्ति अस्मिन् उदाहरणे? अत्र कन्दुकसम्बन्धेन अस्ति. तर्हि कारणता केन अवच्छिन्ना? तस्मिन् प्रसङ्गे यथा वयं पूर्वम् उक्तवन्तः, समवायसम्बन्ध अवच्छिन्न कारणता इति उक्तवन्तः, अत्र व्यवहारः कः भवति? अत्र अस्मिन् प्रसङ्गे कारणता केन अवच्छिन्ना इत्युक्ते किं वदामः? तादात्म्यसम्बन्धेन इति वदनीयं. पूर्णवाक्यं वदतु भगिनि. अस्तु, का कारणता भवति? का कारणता भवति? कीदृशी कारणता भवति अत्र? अस्तु, तर्हि तत्र कारण केवलं कन्दुक, इदानीं केवलं कन्दुकः अस्ति पुनः. भगिनि भगिनि एकनिमिष, यथा तत्र गुरुत्वे समवायसम्बन्धावच्छिन्न कारणता इति उक्तवन्तः, तथैव अत्र कन्दुके कीदृशी कारणता वर्तते? समवायसम्बन्धावच्छिन्नकारणता गुरुत्वे वर्तते इति उक्तम्। अत्र कन्दुके कीदृशी कारणता वर्तते? तादात्म्य अवच्छिन्नकारण तादात्म्य अवच्छिन्नकारणता वर्तते। तावदेव। तर्हि अस्मिन् कन्दुके समवायसम्बन्धावच्छिन्नकारणता वर्तते वा? न वर्तते। अतः समवायसम्बन्धावच्छिन्नकारणता कुत्र वर्तते? गुरुत्वे एव वर्तते, न तु कन्दुके। अस्तु, आम्, अस्तु, समीचीनम्। हा अस्तु, इदानीम् अन्य कोऽपि पठेत् भगिनि। हा अस्तु, समीचीनमेव। अस्तु, समीचीनं भगिनि। अस्तु, मृदङ्गनि भगिनि अग्रे। आमाचार्य, तर्हि अत्र वयं यदा वदामः आद्यपतनत्वावच्छिन्नकार्यता निरूपितसमवायसम्बन्धावच्छिन्नकारणता कारणतायाः आश्रयत्वं गुरुत्वलक्षणे अस्ति, अत्र अस्मिन् प्रसङ्गे यदि वयं समवायसम्बन्धावच्छिन्नत्वनिवेशनं न कुर्मः, अर्थात् समवायसम्बन्धावच्छिन्न या किं कार्यता वर्तते अधिकरणे, तद् न वदामः, तर्हि तत्र अतिव्याप्तिदोषः किमपि न सम्भवति इति उच्यते अत्र। यत्किञ्चित् असमवायिकारणे कपालद्वयसंयोगादौ अतिव्याप्तिवारणं तु आद्यपतनत्वस्य कारण कार्यतावच्छेदकत्वादेव भवति। तर्हि अत्र यदा कपालद्वयसंयोगस्य वयम् उदाहरणं दृष्टवन्तः, तत्र तु कपालद्वयसंयोगत्वा तत्र कपालद्वयो संयोगस्य कार्यता आद्यपतनत्वावच्छिन्ना किन्तु घटत्वावच्छिन्ना अस्ति। तत्र तु कार्यता यदा कपालद्वयसंयोगस्य उदाहरणं पश्यामः, तत्र तु कार्यता कार्यः घटः, तर्हि कार्यता घटत्वावच्छिन्ना अस्ति, तर्हि तत्र अतिव्याप्तिदोषः तत्रापि न भवति। सा कार्यता घटत्वावच्छिन्नता छिन्ना वर्तते, इयं कार्यता तु आद्यपतनत्वावच्छिन्ना वर्तते। एवं च दोषाभावात् गुरुत्वलक्षणे कार्यतायां समवायसम्बन्धावच्छिन्नत्वं न देयम् इति भाति। तर्हि कार्यतायां समवायसम्बन्ध इति समवायसम्बन्धावच्छिन्नत्वम् इति पदं न आवश्यकं, यतोहि तत्र तु आद्यपतनत्वावच्छिन्ना इति एकं पदमेव सर्वम् उपकरोति चिन्तनम् इति। इत्थमेव आद्यपतनत्वाव इति तस्य निवेशेन किं भवति, तत्र कार्यता न्यूनं भवति वा, कार्यतायाः क्षेत्रं न्यूनं भवति वा, अथवा कारणतायाः क्षेत्रं न्यूनं भवति वा? आद्यपतनत्वावच्छिन्न कार्यता निरूपितसमवायसम्बन्धावच्छिन्न कारणता कस्य क्षेत्रं न्यूनं भवति नाम कारणस्य अस्तु अस्तु नात्र अतिव्याप्ति कुत्र भवेत्? अतिव्याप्तिदोषः इति अस्ति खलु, अतिव्याप्तिः भवति चेत् कुत्र भवितुम् अर्हति? तत्र कपालद्वयसंयोगस्य उदाहरणे भवेत् इति उदाहरणे भवितुम् अर्हति खलु, नाम यतोहि तत्र लक्षणं कस्य लक्षणमस्ति, कारणतायाः लक्षणं खलु। कारणता कपालद्वयसंयोगे अस्ति खलु, यतोहि कपालद्वयसंयोग कारणमस्ति घटं प्रति, घटं प्रति कपालद्वयसंयोगः कारणमस्ति खलु। कीदृशं कारणं, समवायिकारणं वा असमवायिकारणं वा? कपालद्वयसंयोगः इति घटस्य समवायिकारणं वा असमवायिकारणं वा? असमवायिकारणम्। अतः कपालद्वयसंयोगः केन सम्बन्धेन कपाले अस्ति? कपालद्वयसंयोगः समवायसम्बन्धेन कपाले अस्ति। घटः केन सम्बन्धेन कपाले अस्ति? घटः कार्यं तदपि समवायसम्बन्धेन अधिकरणे कपाले वर्तते। कपाले वर्तते. अतः तत्र कार्यता अपि समवायसम्बन्धावच्छिन्न, कारणता अपि समवायसम्बन्धावच्छिन्न खलु. अतः तत्र अतः तत्र कार्यता निरूपितसमवायसम्बन्धावच्छिन्न कारणता कपालद्वयसंयोगे अपि भवति खलु. किन्तु तद् न इच्छामः तत्र, यतोहि केवलं गुरुत्वे वर्तमानकारणता इच्छामः खलु, रामेव इच्छामः. तर्हि किं कृतवन्तः वयं गुरुत्वावच्छिन्न इति गुरुत्वावच्छिन्नकारणता इति न उक्तवन्तः, आद्यपतनत्वावच्छिन्नकार्यता इति उक्तवन्तः खलु. तर्हि तत्र क्षेत्रं कथं न्यूनम् अभवत् इति प्रश्नः अत्र. प्रश्नः अवगतः वा खलु, नाम अतिव्याप्तिदोषः कथं निवारितः इति. आद्यपतनत्वावच्छिन्ना वा घटत्वावच्छिन्ना इति या कार्यता वर्तते तेन, हा किन्तु कार्यतायाः क्षेत्रस्य न्यूनीकरणेन किम् अभवत्? हा कारणस्य क्षेत्रमपि न्यूनम् अभवत् इति अस्ति भगिनि. नाम यदि यदि वयं वदामः आद्यपतनत्वावच्छिन्नकार्यता इति वदामः, तर्हि कार्यतया निरूपितकारणता कुत्र कुत्र भवति? केवलम् आद्यपतनस्य कारणेषु भवति खलु. अवगतं खलु? आमचार्य, आद्यपतनत्वा नाम यदि साधारणतया नाम तत्र तत्र अत्र लिखामि तत्र तत्र किञ्चित् तत्र केवलं कारणम् इति वदामः, कार्यम् इति तत्र यदि कारणमिति शृण्मः, ओ अष्टु एतत् कारणमस्ति, तत् किमपि कार्यं भवति. कार्यं शृण्मश्चेत् ओ तस्य कारणं किमपि अस्ति खलु, तत्र आकाङ्क्षा इति वदामः. तर्हि कारणे कारणता अस्ति, कार्ये कार्यता अस्ति खलु. अपि कार्यता कारणतां निरूपयति खलु, अपि कारणता कार्यतां निरूपयति खलु. इदानीं तत्र आद्यपतनमिति कार्यमस्ति चेत् आद्यपतने वर्तमाना कार्यतया निरूपित कारणता कुत्र भवितुम् अर्हति? आद्यपतनं कार्यम् इत्युक्ते अत्र कारणं केवलं तत्र आद्यपतनस्य कारणमेव भवति खलु, अन्यत् किमपि न भवति. अत्र कपालद्वयसंयोगः भवितुम् अर्हति वा अत्र कारणे? न न, यतोहि कपालद्वयसंयोगः आद्यपतनं न जनयति, तस्य कारणं नास्ति. अतः यदि आद्यपतनत्वावच्छिन्नकार्यता निरूपितकारणता इति वदामः, तर्हि एषा कारणता कुत्र भवितुम् अर्हति? केवलं गुरुत्वे आद्यपतनस्य कारणेषु भवति. कारणे आम् कपालद्वयसंयोगे न भवति. अतः किं वा अभवत्? कारणतायाः क्षेत्रं न्यूनम् अभवत्. इदानीं सर्वेषु कारणेषु वर्तमानकारणता इति नास्ति. यदि वयम् आद्यपतनत्वावच्छिन्नकार्यता निरूपितकारणता इति वदामः, सर्वेषु कारणेषु एतत् नास्ति, केवलम् आद्यपतनस्य कारणेषु एव वर्तते. अवगतं खलु? आमचार्य, अतः विषयः अस्ति अयं यः इदं यत् आद्यपतनम् अस्ति कार्यं, तत् तस्मिन् केवलम् आद्यपतनत्वावच्छिन्न इति पर्याप्तं, न तु समवायसम्बन्धावच्छिन्न इति पदम् आवश्यकम्. तदस्ति तदस्ति समीचीनः. नाम तत्र विषयद्वयं, नाम समवायसम्बन्धावच्छिन्न इति कार्यतयां तस्य निवेशनं मास्तु, तद् तस्य आवश्यकता नास्ति. किन्तु यदि तद् न योजयामः अपि आद्यपतनत्वावच्छिन्न इति योजयामः, अतिव्याप्तिदोषः न भवति. किमर्थम् अतिव्याप्तिदोषः न भवति? यतोहि कपालद्वयसंयोगस्य कार्यता इत्युक्ते कपालद्वयसंयोगस्य कार्यता नाम कपालद्वयसंयोगे वर्तमाना कारणता तया सा कारणता कार्यतया निरूपिता अस्ति सा कार्यता कुत्र वर्तते घटे वर्तते सा कार्यता घटत्वावच्छिन्ना अस्ति न तु आद्यपतनत्वावच्छिन्ना नास्ति अतः एव नहि कपालद्वयसंयोगस्य कार्यता कपालद्वयसंयोगस्य कार्यं तस्मिन् विद्यमाना कार्यता सा कार्यता घटत्वावच्छिन्ना अस्ति न तु आद्यपतनत्वावच्छिन्ना अतः एषा कारणता केवलं तत्र एषा कारणता केवलं गुरुत्वे अस्ति न तु कपालद्वयसंयोगे तद्वत् अग्रे अपि द्रवत्वलक्षणे आद्यच्यन्दनत्वा एकवारं स्वशब्दैः वदति वा भगिनी नाम तत्र किम् अवगतमिति आम् यत् अत्र कार्यता समवायसम्बन्धावच्छिन्ना अस्ति अधिकरणे कारणता यत् अस्ति अस्मिन् उदाहरणे यत् गुरुत्वस्य लक्षणं पश्यामः तर्हि गुरुत्वम् इति गुणः अस्ति तर्हि गुणगुणिनोः कारणेन तत् अधिकरणे समवायसम्बन्धेन वर्तते कार्यं तु आद्यपतनं तदपि कार्य क्रिया क्रियावतोः इति कारणेन समवायसम्बन्धेनैव वर्तते तर्हि इदानीं प्रश्नः उदेति तत्र कस्य पदस्य त्यागं कुर्मः तर्हि लक्षणं न अपगच्छति इति तत्र पूर्वं वयं दृष्टवन्तः यदि आद्यपतनत्वावच्छिन्नम् इति पदं न योजयामः तर्हि अन्यत्र अतिव्याप्तिः आसीत् यथा कपालद्वयसंयोगस्य उदाहरणे तत्र अतिव्याप्तिः भवेत् यतोहि तत्रापि असमवायिकारणमेव अस्ति कपालद्वयसंयोगः इति समीचीनम् आचार्य इदानीम् अस्माकं चिन्तनमस्ति यत् कार्यता या कार्यता वर्तते आद्यपतनम् इति कार्यता अस्मिन् कार्यतायां यदि समवायसम्बन्धावच्छिन्न इति पदं न योजयामः तर्हि कोऽपि दोषः न वर्तते अतिव्याप्तिदोषः न सम्भवति यतोहि आद्यपतनत्वावच्छिन्न एव भवति या कारणतायाः या गुरुत्वम् इति यत् कारणमस्ति तस्य लक्षणम् आद्यपतनत्वावच्छिन्ना एव वर्तते नाम आद्यपतनत्वावच्छिन्ना इति कारणतायां योजयामः वा अथवा कार्यतायां योजयामः कार्यतायाम् आद्यपतनत्वावच्छिन्नकार्यता कार्यता तत्र योजयामश्चेत् तत्र कारणता अपि तत्र केवलं गुरुत्वे एव भवति अन्यत्र न भवति तेन कारणेन कारणता एकः एव भवेत् गुरुत्वलक्षणमिति न तु अन्य कोऽपि लक्षणं तद्वत् द्रवत्वलक्षणे अपि आद्यस्यन्दनत्वावच्छिन्नत्वस्य कार्यतायां निवेशादेव उदासीने असमवायिकारणे अर्थात् अत्रापि यदा द्रवं पश्यामः द्रवस्य लक्षणं तु तरली भवति किल इट् फ्लोस् इति तर्हि आद्यस्यन्दनम् इति यत् अस्ति किल तर्हि आद्यस्यन्दनत्वावच्छिन्ना भवति आद्यस्यन्दनत्वावच्छिन्ना कार्यता वर्तते द्रव्ये तर्हि तद्भवति द्रवत्वस्य लक्षणम् तत्रापि कस्य पदस्य त्यागं कुर्मः समवायसम्बन्धावच्छिन्न कार्यता इति तद् न आवश्यकमिति तेनापि कारणस्य स्वभावः तदेव भवति कारणं किं द्रवत्वलक्षणम् इति अग्रे अग्रे तदेव आगच्छति तर्हि अत्र कार्यतायां निवेशादेव उदासीने असमवायिकारणे, तर्हि तत्र असमवायिकारणस्य उदासीनता न वर्तते यदि तत् त्यजामः तर्हि इति किञ्चित् अतिव्याप्तिर्वार्यते, तर्हि अतिव्याप्तिदोषः न सम्भवति इति तत्रापि कार्यतायां समवायसम्बन्धावच्छिन्नत्वं न देयमेव इति भाति. अस्तु अपि इति इत्थमेव इदं च गुरुत्वं न रूपादिवत् इन्द्रियेण ज्ञातुं शक्यते. आम् गुरुत्वं तु वयं चक्षुषा द्रष्टुं न शक्नुमः, त्वक् स्पर्शेन न अवगच्छामः, तर्हि इन्द्रियेभ्यः न अवगम्यते गुरुत्वं, किन्तु अनुमीयते. तदेव चादाय अतिव्याप्तिवारणाय रूपस्पर्शयोः लक्षणे अस्माभिः क्रमेण चक्षुर्ग्राह्यत्व त्वगिन्द्रियग्राह्यत्वयोः सार्थक्यं चिन्तितम् इत्यलम् अस्तु. तर्हि नाम इन्द्रियेण तत्र तस्य ज्ञानं न सम्पादयितुं शक्नुमः खलु, तत्र गुरुत्वस्य तत्र इन्द्रियेण नाम प्रत्यक्षज्ञानं नास्ति, केवलम् अनुमानेन एव ज्ञातुं शक्नुमः. तदेव तत्र नाम रूपस्पर्शयोः लक्षणे नाम रूपः रूपम् इति तस्य लक्षणं, स्पर्शः इति लक्षणं, तत्र वयं तत्र चक्षुर्ग्राह्यत्वं त्वगिन्द्रियग्राह्यत्वम् इत्यादिकम् उपयुज्य तत्र सार्थक्यं नाम तत्र रूपं चक्षुषा ग्राह्यं खलु रूपं अतः किन्तु स्पर्शे चक्षुर्ग्राह्यत्वम् अस्ति वा स्पर्शे? नास्ति खलु, नास्ति. किन्तु अपि रूपे तत्र त्वगिन्द्रियग्राह्यत्वं नास्ति, किन्तु स्पर्शे त्वगिन्द्रियग्राह्यत्वम् अस्ति. अतः तत्र लक्षणवाक्ये तत्र त्वगिन्द्रियग्राह्यत्वम् अथवा चक्षुर्ग्राह्यत्वम् इति धलं लक्षणे धलम् अस्ति, सार्थक्यं तत्र सार्थक्यं कृतवन्तः. अपि वयं जानीमः तत्र नाम तत्र चक्षुः इत्यादि इन्द्रियाणि यानि सन्ति ते सन्ति इति कथं जानीमः? नाम तत्र चक्षुः इति इन्द्रियम् अस्ति इति चक्षुषा न द्रष्टुं शक्नुमः खलु अस्माकं चक्षुः, तत् अस्ति. अतः तत्र अनुमानेन एव अतीन्द्रियाणि भवन्ति उत्तमं भगिनि. अतः तत्र अपि तत्र अनुमानज्ञानेन एव वयं तस्य तत्र एतत् सर्वं कृतवन्तः साधितवन्तः इति. अत्र कृत्वस्य लक्षणं किं भवेत् इति अस्माभिः अग्रे चिन्त्यते वा? न कृतं सर्वं कृतं नाम गुरुत्वस्य लक्षणम् अस्ति एतदेव नाम आद्यपतनत्वावच्छिन्नकार्यतानिरूपितसमवायसम्बन्धावच्छिन्नकारणता आश्रयत्वम् एव गुरुत्वस्य लक्षणम्. अग्रे द्रवत्वस्य अस्ति, अग्रे तथैव द्रवत्वस्य अपि लक्षणम् अस्ति. तत्र अपि यथा तत्र आद्यपतनस्य लक्षणम् आसीत् तथैव गुरुत्वं तत्र किम् आसीत्? आद्यपतनस्य असमवायिकारणं गुरुत्वम् इति अस्ति, तथैव आद्यसंह्यन्दनस्य इति अग्रे भवति इति अस्ति भगिनि. समीचीनम् अस्तु. तर्हि अग्रे तर्हि तत्र नीता भगिनी अग्रे पठति वा? धन्यवादः भगिनि. नीता भगिनी अग्रे पठति वा? किं महोदय? पुष्पा भगिनी नमस्कारः भगिनी. नमस्कारः भवती पठितुम् इच्छति वा? नमस्कारः भगिनि. हा पठि पठामि. किं पठामि भगिनि महोदय? इदं तु इदं च न न अग्रे अग्रे आद्य स्यन्दनम् इति लक्षणवाक्यम् आद्य स्यन्दन समवायीकरण समवायीकरणं करणम् एकनिमिष महोदय द्र ओके थेङ्क् यू द्रवत्वं पृथ्वी पृथ्वी जले जलतेजोवृत्ति तद् तद्विधं सांसिद्धिकं सांसिद्धिकं सांसिद्धिकं नैमित्तिकं च इति. सांसिद्धिकम् इति वदनेन सांसिद्धं सिद्धिकम् अग्रे तस्य विवरणम् अग्रे भवति. सांसिद्धिकं नैमित्तिकं पृथ्वी तेजो तेजसोः पृथिव्यां संयोगजं द्रवत्वं तेजसि सुवर्णादौ तेजसि सुवर्णादौ आयास्यन्दन समवायीकरणम् समवायीकरणमस्ति द्रवत्वम् इति द्रवत्वं पृथ्वीजलतेजोवृत्ति तत्र पृथ्वीजलतेजोवृत्ति नाम द्रवत्वम् इति नूतनगुणः एतावत् वयं गुरुत्वम् इति गुणस्य विषये पठितवन्तः. इदानीं तत्र अन्यः गुणः भवति अन्यगुणः अन्यः गुणः इदानीं पृथ्वी द्रवत्वं जल जल तेज वृत्ति नाम सांसिद्धिकम् इति वदनेन जले सांसिद्धिकं सांसिद्धिकम् इतर इतर तं क्या क्या वदति संसिद्धकम् इति वदनेन अग्रे अग्रे पश्यामः. इदानीं केवलं तत्र यत् लिखितं किं लिखितं नाम द्रवत्वम् इति गुणः नूतनगुणः तत् किम् अस्ति सः गुणः किम् अस्ति कः अस्ति सः गुणः द्रवत्वम् इति गुणः आद्यसन्दनस्य स्यन्दनस्य असमवायीकारणम् अस्ति. आद्यसन्दनस्य असमवायीकारणमस्ति अपि द्रवत्वम् इति अपि द्रवत्वम् इति गुणः अस्ति. कीदृशपदार्थः गुणः गुणः गुणः केवलं द्रव्ये एव भवति अभावे तत्र सर्वत्र न भवति अतः द्रव्ये एव भवति नाम क्रियायां तत्र द्रवत्वम् इति न भवति अतः किन्तु सर्वेषु द्रव्येषु भवति वा इत्युक्ते न केवलं पृथिव्यां भवति जले तेजसि जले अपि जले भवति तेजसि भवति पृथिव्यां भवति अन्यत्र अन्यत्र न भवति इति अस्ति. इदानीं सांसिद्धिकं नैमित्तिकं च इति द्विविधम् अस्ति तस्य द्विविधम् अस्ति सांसिद्धिकं जले अस्ति नैमित्तिकं तु पृथ्वी तेजसि तेजसे अस्ति तेजसोः द्वे अपि अस्ति पृथिव्यां घृतादावग्निसंयोगजं द्रवत्वं घृतं घृतम् अग्नि संयोग संयोगजं कृत्वा घृतम् आगच्छति तेजसि सुवर्णादौ सुवर्णस्य तेजस् अस्ति बस् सुवर्णेन सुवर्णेन तेजसि अपि द्रवत्वं भवति अपि पृथिव्यां तत्र संयोगेन संयोगेन द्रवत्वम् अपि भवति अवग्निसंयोजनम् अस्तु अस्तु अग्रे किम् अस्ति पश्यामः समीचीनं भगिनि तत्र अस्तु पठामि आसम् अन्य कोऽपि तत्र अस्तु तत्र पठितुं शक्नोति वा तत्र अथवा बृहत् अस्ति वा अथवा No, I'll make it bigger, Mahodaya, because it's small for me, too small. Okay, Adhya Shyandana Samaya Samavayi Karanam Dravatvam Iti Moolam Tatra Shyandanam Nirdishtam Shyandanam Vijatiya Kriya काचन एकम् आदाय एकम् आदाय जलबिन्दुं तदुपरि क्षिपाम् क्षिपां च क्षिपामः क्षिपामः च अस्मद् दस्तात् काचपर्यन्तं क्रिया प्रथमरूपा गुरुत्वेन वेगेन च भवति ततः काचस्य बिन्दोः च संयोगः संयोगः भवति इदानीं पतनविरोधी काचः अस्ति इति अन्यत् पतनं न भवति अस्तु अत्र काच इति वदनेन किम् इति मया न अवगतं काच वदति वा काचः नाम किं ग्लास् ग्लास् अस्तु आद्य स्यन्दन स्यन्दन तु बाल् यस् न न आद्यपतनस्य अत्र आद्यस्यन्दनस्य असमवायिकारणमस्ति द्रवत्वम् इति मूलवाक्यमस्ति आद्यसन्दनस्य असमवायिकारणं द्रवत्वम् अत्र असमवायिकरणमस्ति द्रवत्वम् अत्र किमस्ति नूतनपदद्वयमस्ति द्रवत्वम् इति एकं पदम् अस्ति तत् किमिति न जानीमः अपि स्यन्दनम् इति एकं पदम् अस्ति तदपि न किम् इति एतावत् न जानीमः खलु समीचीनं वा बाल् तत्र बाल् बि एल् एल् तत्र अस्तु किन्तु अत्र पदद्वयमस्ति द्रवत्वम् इति पदम् आद्यस्यन्दनम् इति आद्यस्यन्दनं तत्र स्यन्दनम् इति निर्दिष्टं तत्र स्यन्दनम् इति निर्दिष्टम् अस्तु द्रवत्वम् द्रवत्वम् इति तत्र स्यन्दनं निर्दिष्टम् स्यन्दनं किम् अस्ति क्रिया अस्ति स्यन्दनम् अत्र स्यन्दनं क्रिया अस्ति नाम कर्म अस्ति तत्र भिन्ना अस्ति स्यन्दनं नाम क्रिया अस्ति विजातीयक्रिया हा नाम पतनम् इति नास्ति, स्यन्दनम् इति पतनक्रिया नास्ति, अन्या क्रिया अस्ति, अन्या क्रिया अस्ति नाम विजातीय स्यन्दनम् अत्र अस्ति नाम आङ्ग्लभाषायां तत्र ट्रिक्लिङ्ग् अथवा रन्निङ्ग् इत्यादिकं तत्र भिन्न स्यन्दनम्, अतः स्यन्दनम् इति विजातीया क्रिया, नूतना क्रिया, पतनक्रिया नास्ति. तर्हि तत्र एकम् आदाय काचम् एकम् आदाय जलबिन्दुं तदुपरि क्षिपामः चेत् अव्ययम् अस्मद् दस्तात् अस्मद् हस्तात् हस्तात् इति तत्र अस्मद्हस्तात् काचपर्यन्तं क्रिया पतनरूपा गुरुत्वेन वेगेन च भवति. तत् सन्धिनं कथं भवति? तदा एव काचमेव भवति. नाम तत्र काच नाम ग्लास् इति चिन्तयतु खलु, ग्लास् इति एतत् तद् ग्लास् इति चिन्तयतु अथवा चषकरूपेण अपि किमपि. इदानीं तत्र हस्तः अस्ति, हस्तेन जलबिन्दु अधौ पतति, अधौ पतनम् अस्ति तत्र पतनरूपक्रिया गुरुत्वेन बिन्दु वेगेन एतावत्पर्यन्तम् आगच्छति खलु. ततः काचस्य बिन्दोः च संयोगः भवति, संयोगः नाम बिन्दुः जलबिन्दुः अपि काचः तयोः संयोगः भवति. इदानीं पतनविरोधी काचः अस्ति इति अन्यत् पतनं न भवति. अग्रे न पतति, तावदेव पतति खलु. अग्रे पतनं न भवति तावदेव. अग्रे किं भवति इति अग्रिमे वर्गे पश्यामः. प्रतिवारं न आगतवन्ती चिन्ता मास्तु भगिनि, यदा यदा आगन्तुं शक्नोति. ऐ हाव् स्टडीड् आल् आफ़् दिस् सो वेन् ऐ रीड् इट् इस् नाट् डिफिकल्ट् फार् मी टु अण्डर्स्टाण्ड्. अस्तु भगिनि, ऐ हाव् रेड् आल् आफ़् दिस् वित् यू एक्चुलि लाङ्ग् टैम् अगो. अस्तु अस्तु भगिनि, धन्यवादः भगिनि महोदय. धन्यवादः, नमस्कारः, धन्यवादः, नमस्कारः. अस्तु तर्हि अत्रैव स्थगयामः तर्हि अग्रिमवर्गे, इतः अग्रे सरामः तर्हि. अस्तु, धन्यवादः, धन्यवादः, धन्यवादः.